नमस्कारः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति तिङ् सिद्धेः चकाराणां च समग्रदृष्टिः इति विषयः. गतवर्गे आरब्धः, किञ्चित् तत्र पुनस्मरणं कृत्वा अग्रे सर्तुं शक्नुमः. तर्हि अत्र तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः इति विषयः अस्ति. तत्र गतवर्गे किम् अधीतम् इति चेत्, अत्र येषु लकारेषु गणमाश्रित्य विकरणप्रत्ययः विधीयते ते लकाराः सार्वधातुकलकाराः. तत्र आदौ कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति, यतोहि शप् विधानार्थं सार्वधातुककर्तकप्रत्ययः अस्ति चेत् धातुतः शप् विधीयते. तदनन्तरं गणमनुसृत्य अन्यविकरणप्रत्ययः अपि आगन्तुं शक्नोति. तर्हि एतादृशगणचिन्तनं सार्वधातुकलकारेषु भवति. अर्धधातुकलकारेषु गणचिन्तनं नास्ति. गणं निमित्तीकृत्य विकरणप्रत्ययः नायाति, परन्तु तत्र तु भिन्नव्यवस्था अस्ति. अर्धधातुकलकारेषु तत्र सर्वत्र एकविधप्रत्ययः, एकविधविकरणप्रत्ययः विधीयते. अपि च तत्र इडागमचिन्तनमपि भवति. अर्धधातुकलकारेषु इडागमचिन्तनं भवति, सार्वधातुकलकारेषु इडागमचिन्तनं नास्ति. सार्वधातुकलकाराः के इति चेत्, लट् लोट् लङ् विधिलिङ् एते लकाराः सार्वधातुकलकाराः. तान् विहाय अन्ये षड् लकाराः आर्धधातुकलकाराः इति तावदधीतं. तदनन्तरं किं दृष्टम् इति चेत्, तत्र दशलकाराः सन्ति. दशलकारेषु अपि यदा हि लकारः अस्माकं विवक्षानुगुणं धातुतः विधीयते, तर्हि लकारः सर्वत्र ल इति एव अवशिष्यते. तस्य फलं किम् इति चेत्, ल इति अस्ति चेत् तत्र तस्य स्थाने एव यः कोऽपि प्रत्ययः आगन्तुं शक्नोति, नाम तिङ् प्रत्ययः आगन्तुं शक्नुवन्ति. किमर्थं तत्र ल इति एव तत्र स्वीकृतः इति चेत्, तत्र तस्मिन्नेव लाघवम् अस्ति. इत्युक्ते तत्र प्रत्येकं लकारं स्वीकृत्य ओलट् लकारस्य स्थाने तिङ् प्रत्ययः विधीयते, लोट्लकारस्य स्थाने तिङ् प्रत्ययः विधीयते, लङ् लकारस्य स्थाने, एवं वदति चेत् तत्र तस्मिन् लाघवं नास्ति. इत्युक्ते तत्र बहूनि सूत्राणि भवन्ति, परन्तु अत्र किं कृतम् इति चेत्, एकेन सूत्रेण एव अत्र दशलकाराः सन्ति. दशानां लकाराणाम् अपि स्थाने एकेन सूत्रेण एव, लस्य इति सूत्रेण एव लकारस्य स्थाने प्रत्ययविधानम् इति कृत्वा तत्र लाघवम् अस्ति. तर्हि तस्मिन् स्तरे अभेदः अस्ति, यतोहि ल इति एव अवशिष्यते सर्वत्र, यः कोऽपि लकारः भवतु अनुबन्धलोपानन्तरं ल इति अवशिष्यते. ल इति वदनेन तत्र सर्वत्र अभेदः अस्ति, अतः यः कोऽपि लकारः भवतु ल इति अवशिष्यते चेत् तत्र लस्य इति एकेन सूत्रेण लकारस्य स्थाने प्रत्ययविधानं शक्यते. तदनन्तरं कीदृशप्रत्ययः आयाति इति चेत्, लकारस्य स्थाने आदौ तिङ् प्रत्ययः आयान्ति. तिङ् प्रत्ययस्तरे अपि भेदः नास्ति, यतोहि सर्वत्र सर्वेषु लकारेषु तिङ् प्रत्ययः विधीयन्ते. अष्टादश तिङ् प्रत्ययः एव विधीयन्ते, तत्रापि न कोऽपि भेदः, तत्रापि अभेदः अस्ति. तदनन्तरं तत्र इदानीं वयं जानीमः भिन्नभिन्नलकारेषु सिद्धप्रत्ययः भिन्नः अस्ति, सिद्धतिङ् प्रत्ययः भिन्नः अस्ति, यतोहि रूपे भेदः अस्ति खलु. लट्लकारे गच्छति इति वदामः, लोट्लकारे गच्छतु इति वदामः, तर्हि तत्र तु इति प्रत्ययः, लट्लकारे ति इति प्रत्ययः, अगच्छत् इति लङ् लकारे त इति प्रत्ययः, तर्हि तत्र सिद्धप्रत्ययः, यत्र रूपेषु यः सिद्धप्रत्ययः अस्ति तस्मिन् भेदः अस्ति. तादृशभेदः यदा तिङ् प्रत्ययस्य स्थाने भिन्नभिन्न आदेशाः भवन्ति तदानीं भेदः. आदौ लकारस्तरे भेदः नास्ति, लकारस्य स्थाने तिङ् प्रत्ययः विधीयन्ते तदापि तत्र भेदः नास्ति. तिङ् प्रत्ययस्य स्थाने यदा प्रत्ययादेशाः भवन्ति तत्र भेदः भवति, लकारम् अनुसृत्य भेदः भवति, यतोहि सिद्धतिङ् प्रत्ययेषु भेदः अस्ति इति वयं जानीमः. नो चेत् भेदः नास्ति चेत् रूपे भेदः न भवति, अतः अत्र भेदः अस्ति. सर्वत्र तिङ् प्रत्ययः सिद्धतिङ्प्रत्ययः भिन्नः इति दृश्यते इति लोके वयं जानीमः, तादृशरूपाणि सन्ति। तर्हि तावत् अधीतम्, इदानीं तत्र इतोपि किञ्चित् पठामः लकारप्रत्ययः इति। अत्र सुमन् भगिनी पठति वा? आं भगिनि, पठितुं शक्नोमि, श्रूयते किल? हा श्रूयते। बि बिन्दु खलु लकारप्रत्यये? सत्यम्। अस्तु, किञ्चित् तत्र ओवर्लाप् अस्ति, दृश्यते वा? लट् लट् लुट् लङ् इत्यादयः लकाराणां नामानि इति सामान्यज्ञानं, परन्तु केवलं नामानि इति न, एते स्वयं प्रत्ययाः सन्ति। दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः, वर्तमाने लट् अन् अद्यतने लङ् विधि निमन्त्रणानां, क्षम्यतां, विधि निमन्त्रणमन्त्रणा धीष्ट प्रार्थनेषु लिङ् भवती वदति वा? अहं पुनः वदामि, अनुवदामि। विधि निमन्त्रणा आमन्त्रणादीष्ट सम्प्रश्न प्रार्थनेषु लिङ्। अस्तु, उत्तमं। विधि निमन्त्रणा विधि निमन्त्र निमन्त्र आमन्त्रणीष्ट सम्प्रश्नप्रार्थनेषु लिङ्। लोट् च परोक्षे लिट् अन् अद्यतने लुट् लृट् शेषे च आशीषि लिङ् लोटौ लुङ् लिङ् निमित्ते लङ् क्रियाति पतौ। अग्रिमवाक्यमपि पठतु। अस्तु, अस्माकम् एतावत् अष्टाध्यायाय समग्रष्टि मनसि अस्ति खलु, इमानि उपरितानि सूत्राणि कस्मिन् अध्याये? तृतीय अध्याये। अतः केषां सूत्राणाम् अधिकारः? अस्तु, समीचीनं भगिनि, धन्यवादः। इत्युक्ते अत्र अत्र किम् उक्तम् इति चेत्, भवती वदति वा? क्षम्यतां, भवती वदतु। अस्तु, इदानीं तु लका सर्वेषु लकार तत्र ल एव तिष्ठति, किन्तु भिन्नभिन्न सिद्धप्रत्यय सन्ति, अपि च दश लकार भिन्नभिन्नकार्यमपि कुर्वन्ति। एते लट् अस्ति चेत् वर्तमानकाल इति, केन सूत्रेण इत्युक्ते वर्तमाने लट् तेन सूत्रेण, एतेन सूत्रेण लट् लकार अस्ति चेत् तत्र लट् सिद्धतिङ्प्रत्यय भवति चेत् वर्तमानकाल सूचयति। लङ् प्रत्यय लङ् लकारस्य सिद्धतिङ्प्रत्यय सन्ति चेत् अनद्यतन भूतकाल सूचयति, तथा एव दशलकारेषु अपि सर्वे न गच्छामि, विधीयकार्यं करोति, अपि च तृतीय सम्पूर्ण न अवगच्छामि. तत्र विभिलिङ्ग् कार्य इति भवति इति चिन्तयामि. लोट् च तत्र अपि लोट् अपि आज्ञा प्रार्थना अस्ति खलु. विधिलिङ्ग् लकारे विधि विधि सूचयति, प्रार्थना अपि सूचयति, लोट् अपि तथा एव. लिट् अस्ति चेत् यत् परोक्षे अभवत् तत् भूतकाल अस्ति. लुट् अन् अद्यतने भविष्यत् काल अस्ति. लिट् शेषे अहं चिन्तयामि लिट् अस्ति चेत् सामान्य भविष्यत् काल. आशिषि लिङ्ग् लोटौ. लोट् तत्र तात् अस्ति खलु, तत् रूपम् अपि च आशीलिङ्ग् आशिषि कार्यं सूचयति. लुङ् किमपि नास्ति, प्रायः सामान्य भूतकाल प्रायः, न जानामि. लिङ्ग् निमित्ते लृङ् क्रियाति तत्तौ, तदपि अहं सम्यक् न अवगच्छामि. अस्तु, तर्हि अत्र सूत्रस्य विवरणं न दत्तं, केवलं तत्र दशलकारेषु भिन्नभिन्नसूत्रैः भिन्नभिन्न अर्थे तत्र लकाराः विधीयन्ते इति उक्तमस्ति. अत्र वर्तमाने लट् इत्युक्ते वर्तमानम् इत्युक्ते किम् अस्ति? वर्तमानम् इति वर्तमानः इत्यस्य कोऽर्थः? इदानीं भवति यत् कार्यम् आरम्भम् अभवत् किन्तु न समाप्तः. हा सत्यं, वर्तमानः इत्युक्ते कार्यस्य आरम्भः जातः परन्तु न समाप्तः इति. तत्र वर्तमाने लट् इति वर्तमानकालार्थे एव तत्र लट् इत्यस्य विधानं भवति इति तत्र सूत्रमस्ति, वर्तमाने लट् इति सूत्रं. तदनन्तरं तत्र द्वितीयं सूत्रं किम्? अनद्यतने लम्. हा, अनद्यतने लङ् इति अस्ति. अनद्यतने लङ् इत्यनेन तत्र भूतकालार्थे, अनद्यतनभूतकालार्थे धातुतः लङ् लकारः विधीयते. अनद्यतन इत्युक्ते अद्यतन नास्ति, अद्य नास्ति इत्युक्ते ह्यः वा पूर्वं. हा हा सत्यम्, अद्य नास्ति, तर्हि अनद्यतन इति अस्ति. तर्हि तत्र सा अनद्यतनभूतकालार्थे तत्र धातुतः लङ् विद्यते. तदनन्तरं सूत्रं किम्? दीर्घसूत्रम् अस्ति. विधि निमन्त्र निमन्त्रण आम् आमन्त्रण दीष्ट सम्प्रश्न प्रार्थनेषु लिङ्ग्. हा, इत्युक्ते तत्र विधिलिङ्ग् विधिलिङ्ग् कुत्र भवति इति चेत् यत्र विधिः अस्ति, इत्युक्ते तत्र आज्ञा अस्ति. आज्ञा इत्यस्य यथा तत्र यस्य अधिकारः अस्ति सः आज्ञां ददाति खलु, तादृशसन्दर्भे यत्र विधिः अस्ति अथवा नियमः अस्ति तस्मिन् सन्दर्भे विधि तत्र विधिलिङ्ग् लकारस्य प्रयोगः, लिङ्ग् लकारस्य प्रयोगः. तदनन्तरं निमन्त्रणम् इत्युक्ते तत्र यत्र श्राद्धकार्यम् अस्ति खलु, श्राद्धकार्यं तत्र निमन्त्रणं भवति, भोजनार्थं निमन्त्रणं भवति, तत्र निमन्त्रणम् इति अस्ति. तत्र यदा निमन्त्रणं भवति श्राद्धकार्येषु तदानीं तत्र यः निमन्त्रितः सः गन्तव्यः एव, तत्र अस्वीकारस्य अवकाशः नास्ति. तदनन्तरम् आमन्त्रणम्, आमन्त्रणम् इत्युक्ते यत्र कुत्रापि भवितुम् अर्हति, तत्र विवाहे अथवा अन्यत्र किमपि कार्यमस्ति चेत् आमन्त्रणं भवितुम् अर्हति. तत्र तु स्वेच्छा अस्ति, यद्यपि तत्र कोऽपि माम् आह्वयति तथापि मम स्वेच्छा अस्ति, अहं गन्तुम् इच्छामि चेत् अहं गच्छामि, नो चेत् न. तथा तत्र आमन्त्रणं. तदनन्तरम् अदीष्टम् इत्युक्ते, अदीष्टम् इत्युक्ते तत्र सत्कारपूर्वकम् इत्युक्ते तत्र धनं अथवा तत्र किमपि तत्र कारं किमपि दत्त्वा आह्वयति, तस्मिन् सन्दर्भे अदीष्टं. तदनन्तरं सम्प्रश्नः इत्युक्ते यत्र सन्देहः अस्ति, यत्र कर्तव्यं वा न कर्तव्यं वा इति तादृशसन्देहः यत्र वर्तते तत्र सम्प्रश्नः. तदनन्तरं प्रार्थना, प्रार्थना इत्युक्ते तत्र तत्र विनयेन यदा शिष्यः गुरुं प्रति विनयेन प्रार्थनां करोति अथवा अन्य कोऽपि प्रार्थनां करोति तस्मिन् सन्दर्भे अपि लिङ्लकारस्य प्रयोगः अस्ति. इदानीं ये अर्थाः दृष्टाः तेषु अर्थेषु एव अत्र लोट्लकारः अपि विधीयते. लोट्लकारस्य रूप लोट्लकारस्य प्रयोगः अपि तस्मिन्नेव अर्थे, अतः एव लोट्श इति उक्तमस्ति. अत्रापि विधि निमन्त्रणम् आमन्त्रणम् इत्यादिकम् अस्ति, अस्मिन्नेव अर्थे लोट्लकारः अपि अस्ति. तदनन्तरम् अग्रिमं सूत्रं किं? परोक्षे लिट् इत्युक्ते परोक्षार्थे लिट् लकारः भवति इत्युक्ते तत्र यदस्माभिः न दृष्टम् अस्माकं अक्ष्णः परम् अस्ति इत्युक्ते परोक्षे इत्युक्ते अस्माकं वयं तु तस्य विषये तत्र साक्षात् न दृष्टवन्तः. साक्षात् तत्र तत्र प्रत्यक्षप्रमाणं नास्ति. प्रत्यक्षप्रमाणं यत्र नास्ति तत्र परोक्षे इति वदामः. तादृशे तत्र रामस्य विषये किमपि वक्तुम् इच्छामः अथवा तत्र पूर्वम् अस्माभिः यत् श्रुतं परन्तु न दृष्टं तस्मिन् विषये तत्र लेट्लकारः भवति. अग्रिमं सूत्रं किम्? अनद्यतने लुट्. अनद्यतने भविष्यत् कालार्थे लुट् लकारः भवति. इदानीम् अत्र अत्र अहं तत्र एतावत् अत्र लट्लकारः, लङ्लकारः, लिङ्लकारः, लोट्लकारः तस्मिन् विषये तत्र इदानीम् अर्थः कः इति ज्ञातवन्तः चेत् इदानीं पर्याप्तं, यतोहि अस्माकं सार्वधातुकप्रकरणं प्रवर्तमानमस्ति. अतः एतेषाम् अर्थाः इदानीम् उक्ताः. अग्रे तत्र अवशिष्टाः अर्थाः अग्रे गत्वा पठिष्यामः. इत्युक्ते तत्र अनद्यतने लुट् अनन्तरं लृट् इति अपि भविष्यत् कालार्थे अस्ति. आशीर्लिङ्ग् तत्र आशीर्लिङ्ग् अपि च लोट्लकारः तत्र आशीर्वादार्थे भवति. लुङ्लकारे तत्र सामान्यभूत्कालः भूत्कालार्थे इति तत्र तावत् अस्माकम् इदानीम् अवधानमस्ति चेत् पर्याप्तं. तर्हि अत्र अग्रे गत्वा तत्र प्रत्ययलकारः एतानि अत्र किमर्थम् एतानि सूत्राणि दत्तानि इति चेत् एतानि सर्वाणि सूत्राणि तृतीयाध्याये एव सन्ति. तृतीयाध्याये एव एतानि सर्वाणि सूत्राणि सन्ति. यत्र लकारस्य विधानम् अपि च अर्थः उच्यते. तर्हि तत्र तृतीयाध्याये केषां सूत्राणाम् अधिकारः इति चेत् वयं जानीमः वारंवारं दृष्टं प्रत्ययः परश्च धातोः. तर्हि तृतीयाध्याये यस् कस्यापि विधानम् अस्ति तस्य धातुतः एव विधानम् इति जानीमः. अग्रे वासुदेव महोदय पठतु. धन्यवादः भगिनि. नमस्ते भगिनि, क्षम्यता. नमस्ते भगिनि. प्रत्ययः तृतीयपादे तृतीयाध्याये प्रथमपादे प्रथमसूत्रम् अधिकारः तृतीयपादे तृतीयाध्याये प्रथमपादे प्रथमश्लोक श्लोकादारभ्य पञ्चमाध्याये सूत्रमारभ्य पञ्चमाध्याये चतुर्थपादे अन्तिमसूत्रं पर्यन्तं तृतीयचतुर्थम् इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः परच्च तृतीयाध्याये प्रथम तृतीयाध्याये प्रथमपादे द्वितीयसूत्र अधिकारः तृतीयाध्याये प्रथमपादात् आरभ्य पञ्चमाध्याये अध्यायपर्यन्तम् येषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परच्च इति सूत्रमपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. धातोः तावद् वदतु महोदय. तृतीयाध्याये ये सूत्राणि यानि सूत्राणि सन्ति ते सर्वे प्रत्ययः इति अधिकारपरिधौ भवति. ततः परं परच्च अपि प्रत्ययः परच्च धातुः त्रयाणाम् अधिकारे भवन्ति सर्वे सूत्राणि सर्वाणि सूत्राणि भवन्ति. प्रत्ययः प्रत्ययः परः धातुः. परश्च इति सूत्रं किं वदति? परश्च धातोः विधानसमये धातोः परम् आयाति. धातोः परम् आयाति. धातोः परम् आयाति यत्र परम् आयाति. तत्र धातोः इति तत्र धातोः इत्यस्य अधिकारः अस्ति इति कृत्वा तत्र जानीमः प्रकृतेः अनन्तरम् इति. प्रकृतेः अनन्तरं. समीचीनं समीचीनम् अस्तु. अग्रे रमा भगिनी अग्रे पठति वा? आं भगिनि एकनिमिषम्. परश्च धातोः ओ धातु धातोः तृतीय अध्याये प्रथमपादे दिस् इस् 91 एकनवतिः सूत्रात् आरभ्य चतुर्थपादस्य अन्तपर्यन्तं तृतीय अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति. अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः. सर्वे सूत्राणि धातोः अनन्तरं विहितः एतस्मिन् अध्याये अतः वर्तमाने लट् वर्तमानार्थे धातुतः लट् प्रत्ययः भवति. लट् प्रत्ययसंज्ञा भवति प्रत्यय इत्यनेन. धातोः परे एव आयाति परश्च इत्येन अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्यय. अत्र लिखितम् अस्ति वर्तमाने लट् अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः. अधिकारत्रयम् आगच्छति धातोः परश्च प्रत्यय इति. वर्तमाने लट् प्रत्ययः प्रत्ययस्य विषये लिखितमस्ति. परश्च इति शब्दस्य अर्थः अस्ति धातोः परश्च लट् प्रत्ययः वर्तमाने आगच्छति. अर्थात् भू इति धातुः अस्ति चेत् भू परस्य लट् प्रत्ययः आगच्छति. लस्य इति कारणात् ल आगच्छति. तदनन्तरं तिप् अस्ति वन् एकम् आगच्छति लट् प्रत्ययः. सत्यं सत्यं. लट् इति प्रत्ययः इति कथं जानाति? प्रत्यय अधिकारे अस्ति न? सत्यं. प्रत्यय अधिकारे परस्य अपि अधिकारः अस्ति धातोः अपि अधिकारः अस्ति. हा सत्यम्. इत्युक्ते अत्र सूत्रे तु वर्तमाने लट् इति पदद्वयमेव अस्ति. तर्हि लट् इत्यस्य को अर्थः इति चेत् प्रत्यय अधिकारे अस्ति इति कृत्वा लट् इत्यस्य प्रत्ययः इति अर्थः अस्ति. यस्य कस्यापि विधानं भवति तृतीयाध्याये सः प्रत्ययः एव. विधानम् इत्युक्ते धातुतः किमपि विधीयते तदानीं सः प्रत्ययः. इदानीं लट् इति प्रत्ययः अस्ति यतोहि तत्र सः तु धातुतः विहितः भवति धातोः परे आयाति. अत्र परश्च इत्यस्यापि अधिकारः अस्ति धातोः इत्यस्यापि अधिकारः अस्ति. अतः धातोः परश्च वर्तमाने लट् प्रत्ययः इति अर्थः अस्ति. एवमेव यत्र यत्र अन्यानि सूत्राणि सन्ति तृतीयाध्याये अनद्यतने लङ् तत्रापि एवमेव भवति धातोः परश्च अनद्यतने लङ् प्रत्ययः एवमेव सर्वत्र तत्र सर्वत्र लकाराः अपि प्रत्ययाः इति अवगन्तव्यः लकाराः अपि प्रत्ययाः यद्यपि लट् लकारः लोट् लकारः इति वदामः तथापि लकाराः अपि प्रत्ययाः एव ते सर्वे तु धातुतः एव विधीयन्ते दशलकाराः अपि प्रत्ययः अस्तु अग्रिमवाक्यमपि पठतु भगिनि अत्र ध्येयं यत् अनुबन्धलोपे सर्वेषां लकाराणां ल् इत्येव अवशिष्यते लट् लुङ् लाङ् सर्वे लकारे इत्संज्ञा लोपः भवति इत्संज्ञायाः लोपः भवति तदनन्तरं इल् एव अवशिष्यते सर्वे लकारे हा सत्यं सर्वेषु लकारेषु सर्वेषु लकारेषु लु एव अवशिष्यते लु इति एव अवशिष्यते तर्हि तत्र लु इति अवशिष्यते चेत् तत्र लस्य इति सूत्रेण एकेन सूत्रेण लकारस्य स्थाने तिङ् प्रत्ययः आयाति अस्तु अस्तु समीचीनम् अग्रे जयलक्ष्मी भगिनी पठति वा अत्र सारांशः एव दत्तः अस्ति इत्संज्ञाप्रकरणम् इति वयं पूर्वमेव पठितवन्तः अतः एकवारं पठित्वा अग्रे सरेम यतोहि नूतनं किमपि नास्ति आं भगिनि पठामि इत्संज्ञावर्णानां लोपः आम् पठामि भगिनि इत्संज्ञकः वर्णानां लोपः चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु प्रथमः उपदेशे अच् अनुनासिक इत् प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रं सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः इत् द्वितीयः बिन्दुः हलन्त्यं प्रथमाध्याये तृतीयपादे तृतीयं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति उपदेशे अन्त्यं हल् इत् इति तृतीयबिन्दुः न विभक्तौ तु स्माः प्रथमपादे प्रथमाध्याये तृतीयपादे चतुर्थं सूत्रमस्ति अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हल् तु स्माः न इतः आदिर्ण्यटुडवः प्रथमाध्याये तृतीयपादे च पञ्चमं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति उपदेशे धातोः आदयः ञटुडवः इतः अग्रे पठामि भगिनि तत्र न न तावत् तावद् बुद्धं खलु एकवारं सारांशरूपेण वदतु किं किम् अस्ति हा अत्र इत्संज्ञकः के इति अत्र निर्दिष्टम् अस्ति सप्तसूत्राणि सन्ति आहत्य तेषु चतुर्सूत्राणि चत्वारि सूत्राणि धातुषु प्रत्ययेषु आदेशेषु आगमेश्च उपदेशावस्थायां कुत्र कुत्र इत्संज्ञकाः भवन्ति इति निर्दिष्टमस्ति अत्र प्रथमतया उपदेशावस्थायां अच् अनुनासिकः इति चेत् स्वराः अनुनासिकः अस्ति चेत् तत् इत्संज्ञकः अस्ति इति वदति हलन्त्यम् इति सूत्रं वदति उपदेशावस्थायां धातुषु मूलरूपे न चेत् प्रत्ययेषु मूलरूपेषु आदेशेषु मूलरूपेषु आगमेषु मूलरूपेषु च अन्ते हल् वर्णः अस्ति चेत् तदपि इत्संज्ञकाः भवन्ति न विभक्तौ तु स्माः इति निषेधकसूत्रमस्ति हलन्त्यम् इत्यस्य तत् वदति यत्र उपदेशावस्थायां विभक्तौ हल् इति स्थाने तवर्गः सकारः मकारः आगच्छति चेत् तस्य इत्संज्ञा न भवति इति अर्थः कुत्र विभक्तौ इति चेत् विभक्तिः इत्युक्ते हा सुप्रत्ययः अनन्तरं तिङ् प्रत्ययः च विभक्तौ इति व्याकरणलोके वदन्ति अतः विभक्तौ यत्र यत्र हल् वर्णेषु तवर्गः सकारः मकारः आगच्छन्ति अन्ते तस्य इत् न भवति इति वदति न विभक्तौ तु स्माः इति सूत्रम्। अनन्तरम् आदिर्ण्यटुडवः इति सूत्रं वदति उपदेशावस्थायामेव, अत्र धातोः इति अपि अनुवृत्तिः अस्ति। किमर्थमिति चेत् एतत् सूत्रं प्रयोगे धातूनां मध्ये एव तस्य प्रयोगम् अस्ति इति कृत्वा धातोः इति अधिकारसूत्रमपि अस्मिन् अनुवृत्तिसहितसूत्रे आगच्छति। एतत् सूत्रं वदति धातोः उपदेशावस्थायां धातोः आदौ नी टु डु इति वर्णसमूहः भवति चेत् तेषाम् इत् भवति इति वदति। हा, बहु समीचीनं भगिनि, समीचीनं, सर्वैः बुद्धमिति चिन्तयामि। अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि, मम एक किञ्चित् एकः प्रश्नः अस्ति भगिनि, अत्र इत् संज्ञकाः उपदेशे आचार्यनुनासिक इति विधिसूत्रमेव खलु भगिनि? कथमस्ति विधिसूत्रम् अत्र? इत् संज्ञा एतादृशे कार्येषु भवन्ति इति वदति खलु अत्र? एतेषां वर्णानाम् इत् संज्ञा भवति इति अर्थः। संज्ञा एव विधीयते, संज्ञायाः विधानं कस्य इत्संज्ञा भवति इति चेत् उपदेशे अनासिक अचवर्णस्य इत्संज्ञा। तर्हि किन्तु यत्र कुत्रापि इत्संज्ञा इत्यस्य पृथक् रूपं कुत्रापि दत्तं वा सूत्रम्? इत्यस्य संज्ञा यत्र कुत्रापि दत्तं वा? इति किम् अस्ति इति अत्र एव इति उच्यते। इति किम् इति नास्ति तत्र व्याकरणे, इति संज्ञा अस्ति। कस्य संज्ञा अस्ति? अनुनासिकचवर्णस्य इति संज्ञा एव इति चेत् सम्पूर्णतया संज्ञासूत्रमेव वक्तुं शक्यते। हा, संज्ञासूत्रमेव, विधि किं विधानं किमपि नास्ति इत्युक्ते इत्संज्ञायाः विधानं, कार्यस्य विधानं नास्ति इत्युक्ते इत् कस्य इत्संज्ञा, कस्य नामकरणम् इति भवति इति एव अत्र। धन्यवादः भगिनि। हा, सूर्यकुमारी भगिनी अग्रे। भगिनि, त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव, तदर्थं प्रत्यय आदेश आगमः न धातु धातुषु। शः प्रत्ययस्य एकसूत्रमस्ति प्रथमाध्याये तृतीयपादे सप्त अष्टसूत्रम् अनुवृत्तिसहितसूत्रं अष्ट नास्ति, षष्टतमसूत्रम् अनुवृत्तिसहितसूत्रम्। उपदेशे प्रत्ययस्य आदिः शः इत् संज्ञासूत्रमेव। शुटु अनुवृत् सप्तसूत्रमस्ति अनुवृत्तिसहितसूत्रम्। उपदेशे प्रत्ययस्य आदि चुटु इतौ अपि संज्ञासूत्रम् एव। लषक्ष तद्धिते अष्टसूत्रमस्ति अनुवृत्तिसहितसूत्रम्। उपदेशे प्रत्ययस्य आदि लषकु इत् अतद्धिते इदं सूत्रमपि संज्ञासूत्रम्। तदर्थं त्रीणि सूत्राणि प्रत्ययेषु एव, तदर्थं प्रत्यय आदेशेषु आगमेषु अपि शः प्रत्ययस्य अनुवृत्तिसहितसूत्रम् आदिर्णिचुडवः इत्यनेन उपदेशे प्रत्ययस्य आदिः शः इत् भवति। तदनन्तरं चुटु अपि प्रत्ययस्य आदि एव चुटु इत्संज्ञा भवति। लषक्षतद्धिते इति सूत्रं लषक्व वकारः लशकु अतद्धिते इति अस्ति लशकु अतद्धिते सन्धिं कृत्वा लशक्व तद्धिते प्रत्ययस्य आदि लशकु अतद्धिते निषेधक अतद्धिते तद्धितप्रत्यये इति सूत्रं न अनुवर्तते. अग्रिमसूत्रमपि पठतु. अन्ते इत् लोप विधिः विसूत्रं विधिसूत्रं तस्य लोपः अनुवृत्तिसहितसूत्रं तस्य इतः लोपः तदर्थं सप्तम पर्यन्तं संज्ञासूत्रम् एव तस्य लोपः अष्टम नवसूत्रं वदति इत्संज्ञः संज्ञासूत्रेषु इत्संज्ञः वर्णः लोपः भवति. धातुषु प्रत्ययेषु आदेशेषु आगमेषु अपि सर्वत्र यत्र कुत्रापि इत्संज्ञस्य इत्संज्ञाविधानं भवति इत्संज्ञायाः विधानं सर्वत्र तस्य लोपः इत्यनेन इत्संज्ञायाः लोपः भवति इति परिचितसूत्रम् एव. अस्तु, धन्यवादः. अग्रे अरुणा भगिनी पठतु. आं भगिनि, अत्र लट् इति लट् इति प्रत्यये लशको तथिते इति सूत्रं वदति लकारः आदौ भवति इति चेत् इत् भवति. लट् इति प्रत्यये लकारः अवशिष्यते किमर्थं तदपि इत् संज्ञा किल? बहु समीचीनं. तर्हि तत्र किमपि न आवश्यकं, रूपाणि एव न आवश्यकं, सर्वे लकारः अपि अपगच्छति चेत् सत्यमेव. तत्र ल इति किमर्थम् अवशिष्यते इति चेत् तत्र तत्र आवश्यकम् अस्ति लु इति तत्र भवतु, नो चेत् तत्र लकारविधानं तत्र प्रत्ययं किमपि न भवितुम् अर्हति. अतः यद्यपि तत्र लशक्वदधिते इत्यस्य प्रसक्तिः अस्ति तथापि तत्र न भवति, यतोहि तथा भवति चेत् तत्र अपवादः इति वक्तुं शक्यते. तथा भवति चेत् तत्र लस्य इति सूत्रस्य लस्य इति सूत्रं निरवकाशं भवति खलु, अतः तन्न स्यात् इति कृत्वा तत्र लशक्व तदिते इत्यस्य कार्यं न भवति. समीचीनः प्रश्नः, परन्तु न भवति. आं भगिनि, यथा अत्र लकाराणां प्रसङ्गे लट् लकारस्य लट् इति प्रत्ययः, अत्र लट् लङ् लट् हलन्त्यम् इत्यनेन ठकारस्य इत्संज्ञा उपदेशे अजननासिक इत् इत्यनेन आकारस्य इत्संज्ञा तस्य लोपः इत्यनेन टकार अकारयोः लोपः ला इति अवशिष्यते. अत्र सूत्रम् अत्र दत्तं लट् प्रथमं वयं वदामः लट् लकार विवक्षाम् अस्ति इति चेत् प्रथमं लट् अत्र लट्टकार इत्संज्ञा भवति उपदेश हलन्त्यमिति सूत्रेण अकारः उपदेश अजनानासिक इति सूत्रेण आकारने आकारः अपगच्छ इत्संज्ञा भवति तस्य लोप इति सूत्रेण द्वयोः लोपः भवति ला एव अवशिष्यते. तदनन्तरं लङ् लकारस्य लङ् इति प्रत्ययः तदेव लङ् लकार लङ् लकारे हलन्त्यमित्य इति हलन्त्यम् इति संज्ञा भवति उपदेशजनातिक इति सूत्रेण अकारलो संज्ञा भवति तस्य लोपः इति सूत्रेण द्वयोः लोपः भवेत् केवलं ला एव अवशिष्यते. तदेव सर्वेषु लकारेषु वयं करणीयं. इकार नकारगोचरोपगच्छति इकारः अपि इकार अत्र उपदेश अस्ति वा उच्चारणार्थम् उपदेशे उपदेशे सर्वत्र तत्र लकार उत्तरवर्ति अकारः अथवा ईकारः यः कोऽपि स्वरः अनुनासिकः अनुनासिकः धन्यवादः हा सत्यम् अत्र अत्र किमपि नास्ति तत्र यः कोऽपि लकारः भवतु तत्र इत्संज्ञा भवति केवलम् इति एव अवशिष्यते तत्र तत्र लट् भवतु लोट् भवतु लङ् भवतु विधिर्लिङ्ग् भवतु यः कोऽपि लकारः अन्ततो गत्वा लु इति अवशिष्यते लु इति भवति चेत् तत्र लस्य इति कार्यं कर्तुं शक्नोति तत्र एव लाघवम् अस्ति अतः एव लु इति एव स्वीकृतं सर्वत्र लु इति न अपगच्छति लु इति तिष्ठति तत्र लशकुतदित्यस्य कार्यं नास्ति अस्तु धन्यवादः भगिनि अग्रे विमला भगिनी पठति वा लङ् लकारस्य लङ् इति तदभवत् अग्रे लकारप्रत्ययानाम् अनुबन्धरहितरूपम् आम्बि अस्तु भगिनि लकारप्रत्ययानाम् अनुबन्धरहितरूपम् अतः एतत् सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत् न श्रूयते भगिनि अपि अद्यापि न श्रूयते वदतु वदतु श्रूयते वदतु अतः एतत् सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत् यद्यपि दशलकाराः सन्ति तथापि अनुबन्धलोपानन्तरं सर्वे एव भवन्ति लट् लङ् लिङ् लोट् लिट् सर्वे सर्वे सर्वेषां प्रत्ययानां रूपः ल् इति अवशिष्यते पश्चात् लुट् लृट् आशीर्लिङ् लुङ् लृङ् ज्ञेयं यत् आरम्भे लट् लङ् लिट् इत्यादयः विभिन्नलकाराः दृश्यन्ते अतः तत्र भेदः इत्येव स्थितिः किन्तु अनुबन्धानन्तरं ल् इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः अनेन अतीव लाघवं सिद्ध्यति यतोहि अग्रे एकेन एव सूत्रेण लस्य सर्वेषां लकाराणां स्थाने प्रत्ययादेशः लादेशः भवति अत्र केवलं यद्दीयते यत् एतेषां सर्वेषां प्रत्ययानां आदिमः वर्णः अपि च अनुनासिकवर्णः भूत्वा केवलं ल अवशिष्यते यत्र तेन कारणेन लस्ति इति सूत्रेण तत्र अभेदः अस्ति भेदः अस्ति लट् लुट् लुङ् लट् लुट् लिट् लुट् एतेषां सर्वेषां प्रत्ययानां भेदः दृश्यते इत् भवत्या अनुबन्धवर्णानाम् इत् भवत्वा लोप भवत् भूत्वा तत् तत्र पश्चात् केवलं ल अवशिष्यते लस् इति लस्य इति एतेषां वर्णानां लस्य इति उक्त्वा अभेदः दृश्यते लस्य इति प्रत्यादेशः लादेशः इति उच्यते बहु समीचीनं भगिनि अत्र उमा भगिनी पुनः अत्र वदतु तत्र कथं लाघवं सिद्ध्यति हलो वदतु लाघवं सिद्ध्यति कथं सिद्ध्यति लाघवम् हा अस्तु अस्तु नास्ति चिन्ता अत्र मीना भगिनी वदतु अ अत्र दशलकाराः लकारः एव आदि वर्णः, तस्मात् अनुबन्धरूपेण लस्य इति सूत्रेण दशलकारः एव सूच्यते, केवलं न तु लस् लोट् लन् दशलकारे लकाराणां लकारणार्थं लस्य इति सूत्रः एव आवश्यकम्. अन्य अनुबन्ध नास्ति चेत् लस्य इति सूत्रः आवश्यकं न भवति. लट्टि लटि लङि लुङि इति प्रत्येक सूत्रम् आवश्यकम्. अत्र लस्य इति एकसूत्रेण दशलकाराणां सूचयति लादेशः इति. तत्र लस्य इत्यस्य इत्यस्य पदस्य प्रातिपदिकं किम्? षष्टि प्रातिपदिकं किम्? लह नास्ति, लु लु इत्येव प्रातिपदिकं लु. तत्र तदनन्तरं तत्र अकारः योजितः, अतः ल सत्यं, ल इति प्रातिपदिकम्. अकारः अपि अस्ति ल इति प्रातिपदिकं, केवलम् उच्चारणार्थं तत्र अकारः योजितः. ल इत्यस्य प्रातिपदिकं न, ल इत्यस्य षष्ट्यन्तं लस्य इति अस्ति. तर्हि अत्र उमा भगिनी पश्यतु, लाघवं कथम् अस्ति इति चेत्, यदि तत्र पाणिनी सह किं कृतवान् इति चेत्, तत्र तादृशव्यवस्थां कल्पितवान् येन एकेन सूत्रेण एव कार्यं सर्वेषां लकाराणां कृते कार्यं सिद्ध्यति. नो चेत् यदि सः लट्लकारः इति उक्त्वा तदनन्तरं तत्र लट्लकारस्य स्थाने तिङ्प्रत्ययः इति एकं सूत्रं, तदनन्तरं लोट्लकारस्य स्थाने स्थाने तिङ्प्रत्ययः इति कृत्वा एकं सूत्रम् इति करोति चेत्, तत्र प्रत्येकं लकारस्य कृते भिन्नभिन्नसूत्रं तत्र भवन्ति, भिन्नभिन्नसूत्रं तत्र भवति. तर्हि तादृशम् अकृत्वा सः किं कृतवान् इति चेत्, सर्वेषां लकाराणां तत्र तादृशव्यवस्थां कल्पितवान् येन तत्र इत्संज्ञकवर्णानां लोपानन्तरं तत्र लु इति एव अवशिष्यते, सर्वत्र लु इति अवशिष्यते. लु इति अवशिष्यते चेत् तत्र कः लाभः इति चेत्, इदानीम् एकेन सूत्रेण लस्य इति एकेन सूत्रेण एव सर्वेषां लकाराणां स्थाने प्रत्यादेशः भवितुम् अर्हति. नो चेत् तत्र लस्य इति यथा अस्ति तथा एव तत्र बहूनि सूत्राणि भवितुम् अर्हन्ति, परन्तु तत्र लाघवार्थं सर्वेषां लकाराणां लु इति स्वीकृत्य तत्र लु स्थाने प्रत्यादेशाः भवन्ति इति स्वीकृतमस्ति. बुद्धं वा भगिनि? बुद्धं, परन्तु अपि च अत्र प्रत्ययस्य भिन्नः अस्ति, लङ् सपरेट् वर्तमाने लट् सपरेट् इति सूत्राणि सन्ति, विविधसूत्राणि सन्ति यत्र कुत्र प्रत्ययस्य योजनान्तरं प्रत्ययस्य विविधरूपं इत्युक्ते अत्र क्रमः कथम् अस्ति इति एकम् उदाहरणरूपेण वदामि, तेन स्पष्टता जायत. इत्युक्ते अत्र लट् लकारस्य विवक्षा इति चिन्तयतु, लट् लकारः अथवा लोट् लकारस्य विवक्षा इति चिन्तयतु. तर्हि लोट् इदानीं तत्र लोट् लकारस्य भवति, लोट् लकारे किमपि रूपं तत्र रूपस्य कस्यचित् रूपस्य निर्माणं कर्तुम् इच्छति लोट् लकारे. तर्हि तत्र लोट्लकारः इति विवक्षा अस्ति. तर्हि विवक्षानुगुणं धातुं स्वीकरोति, तत्र यः कोऽपि धातुः भवतु, अत्र काद् इति धातुः इति चिन्तयतु, काद् इति धातुः स्वीकरोति. तर्हि काद् धातुतः लोट्लकारः विधीयते, लोट्लकारस्य अर्थाः सन्ति. तर्हि तदर्थम् अत्र सूत्रम् अस्माभिः दृष्टं, लोट्ष इति सूत्रेण लोट्लकारः विधीयते. इदानीं काद् योगः लोट् इति अस्ति, इदानीं लकारस्य विधानम् अस्ति। तर्हि तत्र प्रथमम् अस्माकं प्रथमं कार्यम् इत्संज्ञकवर्णानां लोपः, अतः कादियोगः तत्र किं भवति, कादियोगः किं भवति भगिनि, खादतु आगच्छति, न न न न कादियोगः लु तत्र लोट् इत्यत्र खादयोग लु तत्र तिप्तस्य स्थाने न एषं क्रमेण कादियोगः लु इत्यत्र इदानीं लस्य इति एकेन सूत्रेण तत्र लकारस्य स्थाने तिङ् प्रत्ययः आयाति, लस्य इति सूत्रं तदनन्तरं तिप्तस्जि इत्यादयः इति सूत्रेण तिङ् प्रत्ययः विधीयते, ल इत्यस्य स्थाने तिङ् प्रत्ययः विधीयते। अत्र तिङ् प्रत्यये भेदः नास्ति, सर्वत्र भेदः नास्ति। इदानीं तत्र कादियोगः कादियोगः ति, तदनन्तरं तत्र विकरणप्रत्ययः आयाति, अतः खादति इति रूपं निष्पन्नं भवति। इदानीं तत्र इदानीं लोट् लकारे कथम् अस्ति इति दृष्टवन्तः, इदानीं लिङ् विधिलिङ् लकारे इति पश्यतु, इदानीं कादियोगः विधिलिङ् खादधातुतः विधिलिङ् लकारे तत्र खादधातुतः लिङ् विधिलिङ् लकारः विधीयते, तत्र कस्मिन् अर्थे इति वयं दृष्टवन्तः, विधि निमन्त्रण आमन्त्रण इत्यादि इत्यादिषु अर्थेषु खादधातुतः लिङ् लकारः विधीयते। इदानीं लिङ् लकारे पुनः इत्संज्ञकवर्णानां लोपः भवति, अतः लु इति एव अवशिष्यते। इदानीं यथा पूर्वं तत्र खादयोगः लु इति आसीत्, इदानीं खादयोगः लु इति अत्रापि समानमेव, भेदः नास्ति। इदानीं तत्र पुनः लस्य इति सूत्रेण एव तिङ् प्रत्ययः विधीयते, तत्रापि भेदः नास्ति। पूर्वं लोट् लकारे यथा आसीत् तथा एव अत्रापि अस्ति, परन्तु भेदः कुत्र इति चेत्, इदानीं तत्र खादति इति रूपं नास्ति तत्र लोट् लकारे, खादतु इति रूपम् अस्ति। इदानीं तिङ् प्रत्ययस्य स्थाने अन्य आदेशः भवति, तत्र ति इति इकारस्य स्थाने उकारः भवति, अतः खादतु इति रूपम्। एवमेव लिङ् लकारे तत्र ति इत्यस्य तत्र खादेत् इति रूपम् अस्ति, ति इत्यस्य स्थाने अन्य आदेशः भवति, अतः खादेत् इति रूपं निष्पन्नं भवति, इत् इति प्रत्ययः तत्र आगच्छति, अतः खादेत् इति रूपं निष्पन्नं भवति। इत्युक्ते प्रथमस्तरे लकारस्तरे भेदः नास्ति, यदा तिङ् प्रत्ययः विधीयते तदानीमपि भेदः नास्ति, तिङ् प्रत्ययस्य स्थाने यदा आदेशः भवति तस्य तदानीमेव भेदः आयाति। तर्हि अत्र लाघवं कथम् इति चेत्, एकेन सूत्रेण लस्य इति एकेन सूत्रेण सर्वेषां लकाराणां स्थाने तिङ् प्रत्ययः भवन्ति इति एव तत्र लाघवम् अस्ति। बुध्यते खलु? धन्यवादः भगिनि, वेरि नैस्, नमस्कार भगिनि। एकः प्रश्नः अस्ति, आश्विर्लिन् लकारे अनुबन्धलोपानन्तरं सर्वाणि स्वर अक्षराः इत्संज्ञकाः, रेफः अस्ति इति अर्थः अस्ति, लिङ् इति एव तत्र, ओ लिङ् आशिषि इति अर्थः अस्ति, लिङ् इति एव तत्र, विधिलिङ्ग् भवतु आशिलिङ्ग् भवतु लिङ् इति एव लकारः, तत्र कस्मिन् अर्थे अस्ति इत्येव भेदः। यथा परोक्षे लिट् इति वदामः, एवमेव आशिषि इति सप्तम्यन्तं पदमस्ति, आशिष् इति प्रातिपदिकस्य आशिषि इति सप्तम्यन्तम् अर्थम् इत्युक्ते तस्मिन् विषये, आशिषि इति विषये इत्यर्थः। आम्, धन्यवादः भगिनि। प्रातिपदिकविषये लकारः लायोगः प्रातिपदिकं भगिनि, न ल इति अवशिष्यते, यद्यपि तत्र लकारस्तरे लट् लकारः इति चेत् तत्र इत्संज्ञकवर्णानां लोपानन्तरं ल इति एव अवशिष्यते, परन्तु यदा सूत्रं कृतं लस्य इति सूत्रं यदा कृतं तदानीं तत्र अकारः योजितः केवलं तत्र उच्चारणार्थं, नो चेत् तत्र ल इति उक्त्वा तत्र सूत्रं करोति चेत् तत्र भेदः, तत्र क्लेशः भवितुम् अर्हति, अतः उच्चारणार्थम् अकारः अपि योजयति, अकारं योजयित्वा लस्य इति षष्ट्यन्तं पदम्। भगिनि धन्यवादः। भगिनि प्रश्नः अस्ति, विमला वदामि. तिङ् यदा तिङ् तत् तिङ् सिद्ध्यति तस्य अभेदः अस्ति इति एतत् न अवगतं. किञ्च अभेदः इत्युक्ते सर्वेषु लकारेषु एकविध पिङ् तिङ् प्रत्ययः एव विधीयते. यदा विधानसमयं विधानसमये लकारस्य स्थाने सर्वत्र तिप्तश्चि सिप्तस्थ मित् पस्मस्था तास् न तिप्तश्चि सिप्तस्थ मित् पस्मस् त आतां झ तास् अथां द्वम् इड्वहि महि इति एते अष्टादश प्रत्ययाः एव सर्वत्र आयान्ति. तर्हि तत्र भेदः नास्ति, न भेदः. तथापि तत्र रूपेषु भेदः दृश्यते. कथम् इति चेत् तिङ्प्रत्ययस्य विधानानन्तरं तदनन्तरम् अन्य आदेशः भवन्ति. लकारम् अनुसृत्य अन्य आदेशाः भवन्ति. तत्र यदा आदेशाः भवन्ति तदानीं तत्र भेदः आयाति. अतः एव एकत्र पठति ति इति अस्ति, अन्यत्र पठतु तु इति अस्ति. अतः ति तु भेदः अस्ति खलु. हा, तत्र अन्ततो गत्वा भेदः अस्ति, परन्तु मध्ये यदा तिङ् विधीयते तदानीं भेदः नास्ति. सर्वत्र एकविधप्रत्ययः एव विधीयन्ते. अतः अभेदः. आं भगिनि, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे सरेम. अत्र अरविन्द महोदय पठति वा? आं भगिनि. लाधिकार एतावता दशानां लकारप्रत्ययानाम् अनुबन्धलोपे ल इत्येव अवशिष्यते. अधुना अस्य लः स्थाने अष्टादश तिङ् प्रत्ययाः विहिताः भवन्ति. एतादृशं विशिष्टसूत्रद्वयं लस्य तृतीयाध्यायस्य चतुर्थपादस्य सूत्रमस्ति. सप्तमं सूत्रम् अधिकारसूत्रम् इदं षष्ट्यन्तम् अकारः उच्चारणार्थं. तृतीयपादस्य चतुर्थाध्यायस्य अष्टसप्तसूत्रात् आरभ्य तृतीयाध्यायस्य चतुर्थपादस्य द्वादश अधिकम् एकशतं पर्यन्तम् अस्य अधिकारः. प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत् सूत्रे यः प्रत्ययः विहितः तत्तत्सूत्रे यः द्वितीयः प्रत्ययः विहितः सः लस्यः ल इत्यस्य स्थाने विहितः. वदतु. लस्य सूत्रस्य अधिकारसूत्रमस्ति इति लकारस्य अधिकारस्य कृते वदति. अनुबन्धलोपानन्तरं ल एव अवशिष्यते इति. तदनन्तरं द्वयोः सूत्रः लस्य एवं तदनन्तरं तित्तश्चि इति दीर्घसूत्रं सूत्रद्वयेन प्रत्यय तिङ् अष्टादश तिङ् प्रत्ययः विहितः लस्य लस्य स्थाने आदेशो भवति तित्तश्चि इति दीर्घसूत्रस्य सर्वासु लकारेषु सर्वेषु लकारेषु तिप्तश्चि सिप्तस्थ स्मिप्वस्मस् त आथां च थास् आथां द्वम् इट् वहि महि. तृतीयाध्यायस्य चतुर्थपादस्य अष्टसप्ततितमं सूत्रं तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्प्रत्ययाः भवन्ति. लस्य इत्यनेन ल इत्यस्य स्थाने एते अष्टादश विहिताः. तिप्तश्चि सिप्तस्थ मिप्वस्मस् त अथां च तास् अथां त्वम् इत् वहिं महिम् इति अष्टादश तिङ्प्रत्ययाः. तिप् इत्यस्मादारभ्य महिं पर्यन्तम् आहत्य तिङ् प्रत्ययाः इति अष्टादशप्रत्ययानां विवरणं दत्तमस्ति अस्मिन् परिच्छेदे. लस्य आदेशम् एवम् अष्टादश प्रत्ययानां प्रत्ययाः आदेशः भूत्वा प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचन बहुवचन एकवचन द्विवचन बहुवचनस्थाने आयान्ति इति एवं एवम् अस्ति सत्यं सत्यं बहु समीचीनं तथैव अस्ति इत्युक्ते तत्र सूत्रद्वयमस्ति लस्य इति सूत्रमस्ति लस्य इति अधिकारसूत्रमस्ति अतः लस्य इति अधिकारे तस्य अधिकारः कुतः इति चेत् तत्र चतुर्थ अध्याये तृतीयाध्याये चतुर्थपादे चतुर्थपादे अष्टसप्ततितमसूत्रात् आरभ्य तत्र द्वादश अधिक एकशतं सूत्रपर्यन्तं तस्य अधिकारः अस्ति अतः तस्मिन् अधिकारे यानि यानि सूत्राणि सन्ति तानि सर्वाणि सूत्राणि लकारस्य स्थाने एव आयान्ति तर्हि यः कोऽपि आदेशः भवति सः लकारस्य स्थाने आयान्ति तर्हि तदेव तत्र लस्य इत्युक्ते तस्य स्थाने लकारस्य स्थाने तर्हि लकारस्य स्थाने प्रथमं किम् आयाति इति चेत् तत्र तिप्तस्जि तत्र दीर्घसूत्रमस्ति तिप्तस्जि इत्यादयः एते सर्वे लकारस्य स्थाने आयान्ति तत्र तिप्तस्जि इति प्रत्ययस्य उल्लेखः अस्ति तिप्तस्जि सिप्तस्थ मिप्पस्मस् ताथां झ तास् आतां द्वम् इड् वहि महि अत्र अग्रे दत्तमस्ति प्रत्ययः पृथक् पृथक् तत्र दत्तः अस्ति तदानीं पश्यामः परन्तु तत्र सूत्रद्वयम् अस्ति गीताञ्जलि भगिनी बुद्धं वा किम् अवगतम् आं भगिनि प्रथम तु लस्य एकं सूत्रम् अस्ति लस्य सूत्रे सूत्रेण तिङ् प्रत्यय आदेशः भवति लस्य तु एकमेव लस्य कारणेन एकमेव ल एव तिष्ठति किन्तु आदेशः तु किमपि तिङ् प्रत्यय यत् विवक्षा अस्ति तत् तिङ् प्रत्यय आदेशः भवति कथं जानीमः अन्यसूत्र आयाति तत्र दीर्घसूत्रमस्ति तिप्तस्जि तिप्तस्थ मिप्वस्मस्त आतां झ था सातां ध्वम् इड् वहि महि इति सूत्रेण वयं जानीमः कस्य आदेशः भवति अपि च कस्य प्रत्ययस्य आदेशः भवति इति अत्र भगिनी इति दीर्घसूत्रेण अनुवृत्ति सहितसूत्रं तु लस्य पदं तिष्ठति न भगिनि हा लस्य इति तत्र लस्य इत्यस्य स्थाने इति आगच्छति अत्र अनुवृत्तिः न दत्ता परन्तु तत्र लस्य स्थाने एव एते आदेशाः भवन्ति इत्युक्ते तत्र लस्य इत्यस्मिन् अधिकारे यानि यानि सूत्राणि सन्ति तत्र सर्वत्र लकारस्य स्थाने एव आदेशः भवति अतः अत्रापि तिप्तजि इति आदेशः लस्य स्थाने भवति इति अर्थः अत्र पश्यति खलु तत्र सूत्रद्वयमेव अस्ति लस्य अपि च तिप्तजि अतः सर्वेषु लकारेषु यः कोऽपि लकारः भवतु सूत्रद्वयेन एव तत्र तिङ्प्रत्ययः विधीयते लकारस्य स्थाने तिङ्प्रत्ययः विधीयते अतः अभेदः अस्ति यतोहि सर्वत्र समानकार्यमस्ति अभेदः इत्युक्ते न भेदः भेदः नास्ति अत्र सर्वेषु लकारेषु लस्य इति सूत्रेण लकारस्य स्थाने तिङ्प्रत्ययः आयाति अतः भेदः नास्ति तावत्पर्यन्तं भेदः नास्ति प्रक्रियायां तदनन्तरं भेदः आयाति यतोहि रूपसाधनार्थं भिन्नलकारेषु भिन्न आदेशाः भवन्ति चेदेव तत्र भिन्नभिन्नरूपाणि वयं प्राप्तुं शक्नुमः पठतु पठति अथवा अपठत् इति तादृशरूपं प्राप्तुं तत्र अन्ततो गत्वा भिन्नभिन्न आदेशाः भवन्ति तिङ् प्रत्ययस्य स्थाने तत्र भेदः सिद्ध्यति यत् तत् भेदस्ति तदेव तदेव सिद्धप्रत्ययः अस्ति न भगिनि हा तदेव सिद्धप्रत्ययः इदानीं यत्र प्रत्यय आदेशान् कृत्वा यदा भेदः सिद्ध्यति तदानीं सः एव सिद्धप्रत्ययः यावत्पर्यन्तं भेदः न सिद्ध्यति तावत्पर्यन्तं प्रत्ययः सिद्धः नास्ति यतोहि अन्ततो गत्वा रूपेषु भेदः अस्ति खलु अतः सिद्धप्रत्ययस्तरे भेदः अस्ति यतोहि तत्र प्रत्ययादेशाः भवन्ति सिद्धप्रत्ययः इत्युक्ते मूलप्रत्ययस्य परिवर्तनं मूलप्रत्ययः तु तिप्तजि इत्यादयः, तस्य परिवर्तनमेव सिद्धप्रत्ययः, तत्र आदेशः भूत्वा तत्र सिद्धप्रत्ययः सिद्ध्यति. अस्तु, समीचीनं भगिनि. अग्रे विनयमहोदय पठति वा? भगिनि, लस्य उपरान्तं तिप् इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे. इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे, अतः लाधिकारः इति उच्यते. कार्यमस्ति लस्थाने आदेशः, अतः कार्यं लादेश इति उच्यते. आरम्भे एते सर्वे अष्टादश तिङ्प्रत्ययाः परस्मैपदिनः भवन्ति. लः परस्मैपदं सूत्रमस्ति तेन, तदा आत्मनेपदं तेन तं प्रत्ययाः आत्मनेपदिनः. अत्र प्रथमतया लः परस्मैपदं सूत्र आयाति. महोदय, प्रथमतया तत्र एकक्षणं, प्रथमतया तत्र तिङ् इत्युक्ते किम् इति एकवारं वदतु. तिङ् प्रत्ययः, तिङ् प्रत्ययः, तिङ् इति संक्षेपः कथं सिद्ध्यति? तिङ् संक्षेपः अस्ति त्रि प्रथम प्रथम शब्द अस्ति, अन्तः महि अन्तः शब्दः अस्ति, न अन्तवर्णः अस्ति, अतः तिङ् ते योगः ङ तिङ् भवति, तिङ् संक्षेप अष्टादशप्रत्ययः सम्बद्धे भवति. तिङ् तिङ् प्रत्ययः, तर्हि तिङ् प्रत्ययः इति उच्यते. ति योगः पञ्चाक्षरं कवर्गीय ङ अस्ति, अतः तिङ् भवति, तिङ् प्रत्ययः इति उच्यते. हा, सत्यम्. इत्युक्ते तत्र अन्ते तत्र महिङ्ग् इति ङकारः अस्ति, कवर्गस्य पञ्चमवर्णः अस्ति, सः वर्णः इत्संज्ञकः अस्ति, इत्संज्ञकः अस्ति, अतः तिङ् इति तत्र तिङ् इति प्रत्याहारः इव अत्र अस्ति. तत्र ङकारस्य इत्संज्ञा तिङ् इति प्रत्याहारे अत्र एते प्रत्ययाः भवन्ति. तिप्तस्झी सिप्तस्थ इत्यादयः भवन्ति तिङ् इति प्रत्ययेन अष्टादशप्रत्ययानां ग्रहणं. तर्हि तङ् इत्यनेन किं स्वीक्रियते? तङ् प्रत्ययः आत्मनेपदं सम्बन्धे भवति, अतः पस्मै प्रत्ययः समाप्तः. तर्हि त आतां झ था साथां त्वम् इर्वहि महिं भवति, अतः तङ् भवति. हा, तङ् इति संक्षेपः कथम्? तङ् संक्षेपः आत्मनेपदे प्रत्ययः सम्बन्धे भवति. हा, इत्युक्ते तत्र त आतां झ थास् आतां द्वम् इड्वहि महिङ्ग् महिङ्ग् इति तत्र नकारस्य इत्संज्ञा अस्ति, अतः तङ् इति प्रत्याहारः अस्ति चेत् तस्मिन् एते प्रत्ययाः भवन्ति. अतः तिङ् इत्यनेन सर्वेषां ग्रहणं, तङ् इत्यनेन केवलम् आत्मनेपदी संज्ञकप्रत्ययानां ग्रहणम्. एतादृशविभजनं कथं भवति? आत्मनेपदीसंज्ञकप्रत्ययः परस्मैपदीसंज्ञकप्रत्ययः इति विभजनं कथं भवति? अग्रे किं लिखितम्? इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे, अतः लाधिकार इति उच्यते. कार्यम् अस्ति लस्थाने आदेशः, परन्तु अहं पठितवान् आरम्भे एते सर्वे अष्टादश तिङ्प्रत्ययः परस्मैपदं भवन्ति, लः परस्मैपदं, तदनन्तरम् आत्मनेपदं सम्बन्धे भवति, तदनन्तरं परस्मैपदी धातूनां मूलप्रत्ययः, मूलप्रत्ययः वा प्रकृतिप्रत्ययः, सिप् तस्थि सिप् तस्थ मिप् was mas. Nav pratyah parasmai dhatunam sambandhe bhavanti parantu tip sip mik pit bhavanti anya shad pratyah tasjhi tast vasmas api apit bhavanti परन्तु पित् भवति तदनन्तरम् आत्मनेपदी मूल् प्रत्ययः त आतां छ था साथां त्वम् इड् वहि महि महिम् अतः आत्मनेपदी भवन्ति सर्वे नव प्रत्ययः अपित् भवन्ति. सत्यं सत्यं सत्यं. तर्हि अत्र भेदः अत्र सर्वे अष्टादश प्रत्ययाः लह लह परस्मैपदमिति सूत्रेण उक्तं. शेषात् आत्मनेपदं किमर्थं न उक्तम्? तदेव अग्रे लिखितमस्ति, पश्यामः. शेषात् आत्मनेपदमिति किमर्थं न लिखितम् इति अग्रे उक्तमस्ति, पश्यामः. हा, इत्युक्ते अत्र सूत्रद्वयम् अस्ति. अत्र अष्टादश प्रत्ययाः सन्ति. अत्र तिप् तिङ् इत्यनेन सर्वेषां ग्रहणं, तङ् इत्यनेन केवलम् आत्मनेपदसंज्ञकानां ग्रहणम् इति उक्तं. तत् कथं सिद्धम् इति चेत्, लः परस्मैपदम् इति एकं सूत्रं, तङ्गानाव् आत्मनेपदम् इति अन्यत् सूत्रं, तस्य विवरणम् अग्रे आयास्यति. अनेन एव अवगम्यते अत्र परस्मैपदी प्रत्ययाः सन्ति, आत्मनेपदी प्रत्ययाः सन्ति इति अवगच्छामः. तत्र सूत्रस्य विवरणं किञ्चित् अग्रे अस्ति, पश्यामः. अग्रे गोमती भगिनी पठति वा? पठामि भगिनि. लः परस्मैपदं प्रथमाध्याये चतुर्थपादे नवनवतितमसूत्रं, लस्य स्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदिसंज्ञकाः. तङ् आनौ आत्मनेपदं प्रथमाध्याये चतुर्थपादे एकशतसूत्र शततमसूत्रं, लस्य स्थाने एतं आनः शानच् कानच् च प्रत्ययाः आयान्ति ते सर्वे आत्मनेपदीसंज्ञकाः. तं आनश्च तयोः इतरेतरद्वन्द्वः न भगिनि भगिनि, अत्र प्रथमं तत्र क्षम्यताम्, अत्र प्रथमं तत्र परस्मैपदीधातूनां मूलप् तिङ् प्रत्ययः इति उक्तं वा? एकवारं तत्र प्रत्ययः के, प्रत्ययः के इति एकवारं वदतु. परस्मैपदीधातूनां मूल तिङ् प्रत्ययः अस्ति, सन्ति तिप् तश्चि सिप् थस्थ मिप् वस्मस्. आत्मनेपदीधातूनां मूल तिङ् प्रत्ययः सन्ति ता अतां झ थास् अथां ध्वम् इडु वहि महिङ्. वदामि इत्युक्ते अत्र अत्र नवनवप्रत्ययाः सन्ति. अत्र आत्मनेपदी संज्ञकप्रत्ययेषु त अथां ज तास् अथां द्वं, तत्र इड् इत्यत्र तत्र तत्रापि अन्तिमवर्णस्य इत्संज्ञा अस्ति, महिङ्ग् इत्यत्रापि अन्तिमवर्णस्य इत्संज्ञा अस्ति इति स्मर्तव्यम्. अग्रे पठतु. अग्रे लः परस्मैपदं लस्य स्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदिसंज्ञकाः. लः परस्मैपदं लस् लः इत्युक्ते लस्य, लस्य स्थाने मीन्स् दशलकाराणां स्थाने परस्मैपदं, परस्मैपदम् इत्युक्ते प्रत्ययस्य नाम. लः परस्मैपदं संज्ञा अस्ति, लस्य स्थाने ये प्रत्ययाः आयान्ति तेषां नाम अस्ति परस्मैपदी, परस्मैपदी. अष्टादश प्रत्ययाः उपरि एतानि दत्तानि तत्सर्वं परस्मैपदीसंज्ञकाः इति लः परस्मैपदं सूत्रं प्रथमं वदति. परन्तु तङ्गानौ आत्मनेपदम् इत्यपि अन्यत् सूत्रम् अस्ति अत्र. लस्य स्थाने ये तङ् आनः शानच् कानच् च प्रत्ययाः आयान्ति ते सर्वे आत्मनेपदीसंज्ञकाः. अत्र ता आरभ्य महिं इत्यत्र यानि सूत्राणि यानि प्रत्ययाः सन्ति ये प्रत्ययाः सन्ति ते प्रत्ययाः आत्मनेपदीसंज्ञकाः अस्ति. प्रथमं सूत्रं वदति अष्टादशप्रत्ययाः परस्मैपदम्. एतत् अहं मन्ये अपवादसूत्रं. तङ् आनश्च विवरणम् अस्ति सूत्रस्य. तङ् आनौ आत्मनेपदं. तङ् आनश्च तयोः तङ् आनौ इतरेतरद्वन्द्वः. तङ् आनौ प्रथमान्तम्. आत्मनेपदमपि प्रथमान्तं. द्विपदमिदं सूत्रं. लः परस्मैपदम् इत्यस्मात् लः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं लः तङ्गानौ आत्मनेपदम्. तङ्गानौ इत्युक्ते तङ् अपि आनौ इत्युक्ते शानश्च कानच् प्रत्ययः. अत्र वयं लकारस्य स्थाने ये प्रत्ययः आयाति तस्य विवरणम् एव अस्माभिः पठितं. तङ् इत्युक्ते त आरभ्य महिं. तत्र ये प्रत्ययाः सन्ति तानि प्रत्ययाः आत्मनेपदसंज्ञकाः भवन्ति. परन्तु प्रथमं सर्वे अष्टादशप्रत्ययाः परस्मैपदीसंज्ञकाः इति उक्ताः. तस्य अपवादसूत्रमस्ति ऐ थिङ्क् आत्मनेपदी धातूना तङ्गानौ आत्मनेपदम् इति सूत्रम्. अनुवृत्तिसहित समीचीनं भगिनि, समीचीनं. इत्युक्ते तत्र अस्तु समीचीनम्. इत्युक्ते तत्र सूत्रद्वयं वर्तते, लः परस्मैपदम् इति एकं सूत्रं, तङ्गानाव् आत्मनेपदम् इति सूत्रं. लः परस्मैपदम् इति यथा भगिनी उक्तवती, तत्र सर्वेषां प्रत्ययानां परस्मैपदसंज्ञा भवति आदौ. तदनन्तरं तत्र तङ् इति प्रत्ययस्य आत्मनेपदसंज्ञा भवति. एवमेव शानच् अपि च कानच् इत्यत्रापि आन इति अवशिष्यते. शानज् इत्यत्र आन इति अवशिष्यते. कानज् इत्यत्रापि आन इति अवशिष्यते इत्संज्ञकवर्णानां लोपानन्तरम्. अतः अनयोः तङ् अपि च आन अनयोः आत्मनेपदसंज्ञा भवति इति उक्तम्. लकारस्य स्थाने यदा तङ् विधीयते तदानीं तत्र आत्मनेपदसंज्ञा भवति इति उक्तम्. तर्हि इदानीम् अग्रे पश्यामः अत्र क्लेशः कः क्लेशः भवति इति अग्रे पश्यामः. विजयलक्ष्मीभगिनी अग्रे पठतु. द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् आकडारात् एका संज्ञा. आकडारात् एका संज्ञा प्रथमाध्याये चतुर्थपादे प्रथमसूत्रम् इत्यनेन कडाराः कर्मधारये द्वितीयाध्याये द्वितीयपादे अष्टात्रिंशत् सूत्रम् इति सूत्रावधिं यावत् एकस्य एकैव संज्ञा भवति. लः परस्मैपदं प्रथमाध्याये चतुर्थपादे नवनवतितमं सूत्रं. तङानावात्मनेपदं प्रथमाध्याये चतुर्थपादे शततमं सूत्रं चेति सूत्रद्वयम् एतद् अभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति. द्वयमपि युगपत् न भवति. अस्तु अस्तु. अत्र ल स्थाने ये प्रत्ययाः आयान्ति तेषां सर्वेषां परस्मैपदम् इति संज्ञा दीयते प्रथमम्. अनन्तरं अग्रिमसूत्रे वदति तं अनन्तरं आनच् शानच् कानच् प्रत्ययोः आत्मनेपदसंज्ञा दीयते. अत्र किञ्चित् प्रश्नः कः कः प्रश्नः प्रश्नः इत्युक्ते एक द्वयोः नामपदयोः अत्र अधिकारः इति दत्तवान्. लः स्थाने परस्मैपदम् अनन्तरं तङानाम् आत्मनेपदम् इति सूपर् सेट् मध्ये सब् सेट् एकं दत्तवान् अस्ति. कः क्लेशः कः भवति क्लेशः कः भवति कुत्र अस्ति क्लेशः क्लेशः एकमेव एकः प्रत्ययस्य नामद्वयं भवितुम् अर्हति खलु. कस्य परस्मैपदम् इति अष्टादश प्रत्ययानां कृते दत्तवान्. अनन्तरं तस्य मध्ये नवप्रत्ययानाम् आत्मनेपदम् इति नामपदं दत्तवान्. अत्र आत्मनेपदस्य परस्मैपदं नामपदमपि अस्ति आत्मनेपदम् इति नामपदमपि अस्ति. तत्र तङ् इति प्रत्ययस्य विषये एव क्लेशः अस्ति खलु. तङ् इति प्रत्ययस्य विषये क्लेशः अस्ति यतोहि तत्र संज्ञाद्वयं भवितुम् अर्हति. तत्र परस्मैपदसंज्ञा अपि भवितुम् अर्हति आत्मनपदसंज्ञा अपि भवितुम् अर्हति. तदा तथा भवति चेत् क्लेशः भवति रूपेषु क्लेशः भवति. तत्र एकस्य संज्ञाद्वयं कथं भवितुम् अर्हति. रूपाणि तु परस्मैपदी भवन्ति अथवा नो चेत् आत्मनेपदी भवन्ति. एकस्य एव परस्मैपदीरूपम् अपि च आत्मनेपदीरूपं तथा न भवति. यतोहि भिन्नभिन्नरूपाणि सन्ति. परस्मैपदीरूपाणि भिन्नानि आत्मनेपदीरूपाणि भिन्नानि. अतः इदानीं क्लेशः अस्ति. तङ् इति प्रत्ययस्य संज्ञाद्वयम् अस्ति परस्मैपदसंज्ञा आत्मनेपदसंज्ञा. तर्हि तत्र समाधानं किम्? अत्र सूत्रसङ्ख्या दृश्यते चेत् परस्मैपदं लः परस्मैपदम् इत्यस्य नवनवति तमसङ्ख्या तङानाव् आत्मनेपदम् इत्यस्य शततमा सङ्ख्या अस्ति. परन्तु अत्र द्वयोः संयोः मध्ये एका एव निर्धारयितुं शक्यते. आकडारात् एका संज्ञा इति सूत्रं चतुर्थपादे एव अस्ति. प्रथमाध्याये चतुर्थपादे प्रथमसूत्रम् आकडारात् एका संज्ञा इति अधिकारसूत्रं वा भगिनी एतत्? सत्यम् अधिकारसूत्रम् अस्ति. अस्मिन् अधिकारे एका एव संज्ञा भवितुम् अर्हति. तत्कारणम् आक्कडारात् एका संज्ञा इत्यस्य अधिकारे एव सूत्रद्वयम् आयाति. तत्कारणं कडारा कर्मधारयः आकडारात् एका संज्ञा आरभ्य कडारा कर्मधारये इति द्वितीयाध्याये द्वितीयपादस्य अष्टात्रिंशततमं सूत्रं पर्यन्तम् आकडारात् एका संज्ञा इत्यस्य अधिकारः भवति. अस्मिन् अधिकारे एव सूत्रद्वयं परस्मैपदम् आत्मनेपदम् एते द्वे सूत्रे आयान्ति. तत्कारणं अत्र परस्मैपदम् आत्मनि सम्भवति एका एव संज्ञा सम्भवति इति अत्र लिखितमस्ति. चेत् तत्र का संज्ञा तिष्ठति? पूर्व यत् अनन्तरम् आयाति तस्य एव गौरवं किमपि उक्तवती खलु. सत्यं यद् अनन्तरम् आयाति तदेव तदेव तिष्ठति. सा संज्ञा एव तिष्ठति. कथं जानीमः? अनन्तरं यद् आयाति यथा पाणिनि यद् वदति, अनन्तरं वार्तिककारः यद् वदति, अनन्तरं पतञ्जलिमहर्षि यद् वदति, तत्र पतञ्जलिमहर्षेः सः यत्किमपि उक्तवान् तदेव पवर्फुल् इति वयं पठितवन्तः खलु. तत्तु भिन्नविषयः अस्ति. तत्तु भिन्नविषयः अस्ति. यद् अनन्तरम् आयाति तस्य एव अत्र सूत्रेषु विप्रतिषेधे परं कार्यं विप्रतिषेधे परं कार्यं तदेव मनसि न सत्यं सत्यं विप्रतिषेधे परं कार्यम् इत्युक्ते अत्र सपादसप्ताध्यायां तत्र इमानि सर्वाणि सूत्राणि सपादसप्ताध्यायां सन्ति खलु. अतः सपादसप्ताध्यायां सर्वदा परसूत्रस्य बलं भवति. अपवादः अस्ति चेत् भिन्नविषयः, परन्तु सामान्यतया परसूत्रस्य बलं भवति द्वयोः मध्ये. अत्र पश्यामः चेत् तत्र लः परस्मैपदम् इति सूत्रम् अपि च तङ्गानाव् आत्मनेपदम् इति सूत्रं, सूत्रद्वयम् अपि आकडारात् एका संज्ञा इति सूत्रस्य कार्यक्षेत्रे तत्र सूत्रद्वयम् अस्ति. यतोहि आकडारात् एका संज्ञा इति सूत्रस्य कार्यक्षेत्रम् अस्ति प्रथमाध्यायस्य चतुर्थपादात् आरभ्य द्वितीयाध्यायस्य द्वितीयपादस्य अष्टत्रिंशत्तमं सूत्रपर्यन्तं तस्य अधिकारः अस्ति. तस्मिन् अधिकारे लः परस्मैपदम् इति सूत्रमपि अस्ति, तङ्गानाव् आत्मनेपदम् इति सूत्रमपि अस्ति. अतः तत्र यत्र यत्र कस्यचित् वर्णस्य अथवा शब्दस्य संज्ञाद्वयं भवति तदानीं तत्र यदि तानि सूत्राणि तत्र अकडरात् एका संज्ञा इति क्षेत्रे सन्ति तदानीं तत्र एकस्य एका एव संज्ञा भवति, संज्ञाद्वयं स्थातुं न शक्नोति. एकस्य एका एव संज्ञा भवति. निर्णयः कथं भवति इति चेत् तत्र सामान्यतया परसूत्रस्य बलं भवति. अतः परसूत्रेण या संज्ञा क्रियते सा संज्ञा एव तिष्ठति. यदि सूत्रयोः मध्ये अपवादसम्बन्धः अस्ति तदानीम् अपवादसूत्रेण यत् या संज्ञा दीयते सा संज्ञा तिष्ठति. अत्र तु अत्र पश्यामः चेत् अत्र तङ्गानाव् आत्मनेपदम् इति सूत्रम् अपवादसूत्रमस्ति, लः परस्मैपदम् इति सूत्रस्य अपि च परसूत्रमपि अस्ति. अतः अनेन वयं वक्तुं शक्नुमः तङ् इति प्रत्ययस्य केवलम् आत्मनेपदसंज्ञा एव तिष्ठति, न तु परस्मैपदसंज्ञा. यद्यपि लः परस्मैपदम् इत्यनेन परस्मैपदसंज्ञा अपि आयाति, परन्तु तादृशसंज्ञा न तिष्ठति. अन्ततो गत्वा तङ् इति प्रत्ययस्य केवलम् आत्मनेपदसंज्ञा एव भवति इति सारांशः. अत्र वंशी भगिनी वदतु, सारांशरूपेण वदतु पुनः. भगिनी एकः प्रश्नः, भगिनी कडारः इति गणः अस्ति भगिनि, इदानीं चिन्ता नास्ति, तस्य विषये चिन्ता नास्ति. कडारः कर्मधारः इति भिन्नसूत्रमस्ति, तत्र समाससम्बन्धसूत्रमस्ति, तस्य विषये चिन्ता नास्ति अधुना. अधुना तस्मिन् अधिकारे यानि यानि सूत्राणि सन्ति तेषां विषये चिन्तनमस्ति. यदि तत्र किमपि तत्र सूत्रमस्ति येन तत्र एका संज्ञा विद्यते तादृशशब्दस्य एव अन्येन सूत्रेण पुनः भिन्नसंज्ञा विद्यते तदानीं तत्र का संज्ञा तिष्ठति इति प्रश्ने सति तत्र आकडारात् एका संज्ञा इति सूत्रं सहकरोति, अत्र निर्णयार्थं सहकरोति. आम् आं भगिनि, धन्यवादः. गीताञ्जलि भगिनि किं समान एव प्रश्न भगिनी, कडारात् इत्युक्ते किम् इति मम एव. हा, कडाराः कर्मधारः इति चिन्ता नास्ति अत्र, अत्र समाससम्बन्धसूत्रमस्ति. तस्मिन् अधिकारे आकडारात् एका संज्ञा इति सूत्रस्य अधिकारः कुतः पर्यन्तम् इति एव अस्माकं चिन्तनम् अधुना. तत्र आकडारात् एका संज्ञा इति सूत्रस्य अधिकारे बहूनि सूत्राणि सन्ति, बहूनि सूत्राणि. आकडार इत्युक्ते कडारापर्यन्तम् इति अर्थः. आकडार इत्युक्ते तेन सह इत्युक्ते कडारापर्यन्तं यत्र यत्र संज्ञा विधीयते तत्र तत्र कस्यचित् शब्दस्य संज्ञाद्वयम् अथवा संज्ञात्रयम् अस्ति चेत् तत्र एका एव संज्ञा तिष्ठति. कथं निर्णयं कुर्मः इति चेत् तत्र प्रतिषेधे परं कार्यम् अथवा अपवादः अस्ति वा इति चिन्तनीयं. धन्यवादः भगिनि. वंशी भगिनी वदतु सारांशरूपेण. नमस्ते भगिनि. नमस्ते. अस्तु, तत्र प्रथमं तु लस्य इति सूत्रेण अधिकारसूत्रेण तत्र लकारः विधीयते. यदि लकारः विधीयते तत्र लकारस्य स्थाने यदि तिप्तश्चि इति सूत्रं वयं लकारस्य स्थाने एते प्रत्ययाः विधी आगन्तुं शक्यते. तत्र तिङ् इति वदनेन तत्र अष्टादश तिङ्प्रत्ययाः आगन्तुं शक्यते. परन्तु तत्र लः परस्मैपदे पदम् इति सूत्रेण प्रथमं सर्वेषां प्रत्ययाः परस्मैपदिसंज्ञकाः भवन्ति. तदनन्तरं यदि सर्वे परस्मैपदिनः भवन्ति चेत् तत्र आत्मनेपदी कथं भवन्ति इत्युक्ते तत्र तङ्गानावात्मनेपदम् इति सूत्रेण तत्र लः परस्मैपदिसूत्रस्य परसूत्रमस्ति. अतः तस्य तङ्गानाम् आत्मनेपदं सूत्रं बलवद् भवति. अतः एतस्य सूत्रस्य कारणेन तङ् इत्युक्ते आत्मनेपदी प्रत्ययाः नव आत्मनेपदी प्रत्ययाः अपि च आन प्रत्ययः इत्युक्ते शानच् अपि च कानच् इति यदि प्रत्ययाः सन्ति ते आन इति आदेशः भवति. अतः एते सर्वे प्रत्ययाः आत्मनेपदिसंज्ञकाः भवन्ति. अतः एकस्मिन् समये एकमेव रूपं संज्ञा भवति. अतः द्वयोः सूत्रस्य प्रसक्तिः न भवति यतोहि एकस्मिन् समये एकः एव संज्ञा भवति. भगिनि हा इत्युक्ते प्रसक्तिः न भवति इति न वदामः. यद्यपि तत्र तङ् इति प्रत्ययस्य संज्ञाद्वयं सूत्रेण विहितमस्ति. लः परस्मैपदम् इति सूत्रेण परस्मैपदसंज्ञा विहितः संज्ञा विहिता. तदनन्तरं तङ्गानाव् आत्मनेपदम् इत्यनेन तङ् इति प्रत्ययस्य आत्मनेपदसंज्ञा अपि विहिता अस्ति. तदानीम् अत्र क्लेशः भवति. इदानीं संज्ञाद्वयम् अस्ति खलु इति क्लेशः अस्ति. तदर्थं तत्र आकडारात् एका संज्ञा इति अधिकारे अस्ति. अत्र आकडारात् एका संज्ञा इति सूत्रं सहकरोति. अनेन सूत्रेण निर्णयः भवति. सूत्र लः परस्मैपदम् अपि च तङ्गानाव् आत्मनेपदं सूत्रद्वयमपि अस्मिन् आकडारात् एका संज्ञा इति क्षेत्रे तत्र सूत्रद्वयम् अस्ति इति कृत्वा तत्र निर्णयः कथं भवति इति चेत् परसूत्रस्य बलं भवति. नो चेत् तत्र अपवादसूत्रमस्ति वा इति विचिन्त्य तत्र एकस्य शब्दस्य एका एव संज्ञा भवति. इत्युक्ते अन्ततो गत्वा तङ् इति प्रत्ययस्य केवलम् आत्मनेपदसंज्ञा एव भवति, न तु परस्मैपदसंज्ञा. एवं या तावदेव. तत्र तङ् इति प्रत्ययस्य केवलम् आत्मनेपदसंज्ञा एव भवति, न तु परस्मैपदसंज्ञा. क्षम्यतां भगिनि, समीचीनं भगिनि. संज्ञा इति उक्तं विस्मृतवती, क्षम्यतां भगिनि. न चिन्ता नास्ति. अस्तु, बहु समीचीनं भगिनि. तङ्गानात् आत्मनेपदम् इति परसूत्र बलम् अस्ति भवती, किमर्थम् आकडारात् एक सहायं कर्तुम् आवश्यकम्? न परसूत्रं अत्र परसूत्रम् इति परसूत्रम् इति विप्रतिषेधे परसूत्रं विप्रतिषेधे परं कार्यम् इति सूत्रं कदा कार्यं करोति? एकस्मिन् समये सूत्रद्वयं भवितुं प्रसक्तिः अस्ति चेत् यत्र एकस्मिन् समये एव सूत्रद्वयं कार्यं करोति. यदो विधानम् अस्ति, कार्यस्य विधानम् अस्ति. अत्र तु कार्यस्य विधानं नास्ति, संज्ञासूत्रमस्ति खलु. सूत्रद्वयमपि संज्ञासूत्रमस्ति खलु. अतः अत्र विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं न भवितुम् अर्हति, यतोहि सूत्रद्वयमपि संज्ञासूत्रमस्ति. अतः तत्र विप्रतिषेधे परं कार्यम् इत्यनेन निर्णयः न शक्यते. विधिसूत्रमपि शक्यमस्ति वा? विधिसूत्रमस्ति चेत् तत्र तथा तादृशचिन्तनम् अस्ति. ओ द्वयोर्मध्ये किं सूत्रं कार्यं कुर्यात् इति चेत् ओ अपवादः अस्ति वा परसूत्रमस्ति वा इति चिन्तयामः. परन्तु अत्र सूत्रद्वयमपि संज्ञासूत्रमस्ति. अतः एकस्य संज्ञाद्वयं भवितुम् अर्हति खलु, किमर्थं न स्यात् इति प्रश्नः अत्र अस्तु भवतु, अत्र परस्मैपदिसंज्ञा अपि भवतु आत्मनेपदिसंज्ञा अपि भवतु इति चिन्तयामः, परन्तु अन्ततो गत्वा तत्र क्लेशः भवति, रूपे क्लेशः भवति, तदर्थं तस्य समाधानार्थम् आकडरात् एका संज्ञा इति, एकस्य एका एव संज्ञा इत्युक्ते अन्यत्र यानि यानि सूत्राणि अस्मिन् क्षेत्रे न सन्ति तत्र तु संज्ञाद्वयं भवितुम् अर्हति, तत्र न कोऽपि न कोऽपि क्लेशः अन्यत्र क्लेशः नास्ति, केवलम् अकररात् एका संज्ञा इति क्षेत्रे सन्ति चेदेव तत्र एव एतादृशचिन्तनं, अन्यत्र नास्ति एतादृशचिन्तनम्। अतः एकत्र पश्यामः चेत् तत्र कस्यचित् धातुसंज्ञा अपि भवितुमर्हति, अपि च तत्र प्रातिपदिकसंज्ञा अपि भवितुमर्हति, पदसंज्ञा अपि भवितुमर्हति इति तादृशसन्दर्भः भवति, यतोहि तानि सर्वाणि सूत्राणि अस्मिन् क्षेत्रे न सन्ति, परन्तु अत्र तु सूत्रद्वयमपि अस्मिन् क्षेत्रे अस्ति इति कृत्वा एतादृशचिन्तनम्। अस्तु भगिनी, प्रथमः नवप्रत्ययाः परस्मैपदी पदीनां, ततः परं द्वितीय नवप्रत्ययाः आत्मनेपदीनाम्, एवं किल? सत्यं सत्यं, तदेव अन्ततो गत्वा सारांशः। अस्तु तर्हि अत्र स्थगयामः, सर्वेषां धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः।